तर्हि अस्माकं तत्र हल्सन्धिः विषयः प्रवर्तमानः अस्ति. गीतप्रवेशः इति पुस्तकं प्रथमभागस्य तत्र षट्चत्वारिंशत्तमीपुटे अस्माकम् अभ्यासः प्रवर्तमानः अस्ति. तत्र पञ्चमः अभ्यासः. अस्तु, लक्ष्मी भगिनी वदति वा? लक्ष्मी भगिनी अस्ति? अस्तु, विद्या भगिनी. उदासीनवदासीनम् इति अस्ति. उदासीनवत् आसीनम्, उदासीनवत् योगः आसीनम्. तत्र उदासीनवत् इति पदं जलां जशोन्ते इत्यनेन तकारस्य स्थाने दकारः, उदासीनवदासीनम्. समीचीनम् अग्रे. यत् श्रेयः, यत् योगः श्रेयः. यत् इति पदमस्ति, प्रथमं जलां जशोन्ते इत्यनेन तकारस्य स्थाने दकारः, अनन्तरं सोः शुनाश्युः इत्यनेन अग्रे शकारः अस्ति इति कृत्वा तत्र दकारस्य स्थाने चवर्गस्य तृतीयवर्णः जकारः. यज् योगः श्रेयः. अनन्तरं करीच इत्यनेन यच् योगः श्रेयः. इदानीं षश्चोटि इति सूत्रेण अत्र यच् चकारः जयप्रत्याहारे अस्ति, पदान्ते अपि अस्ति इति कृत्वा अपरे षकारः अस्ति. षकारस्य अनन्तरं रेपः अट् प्रत्याहारे अस्ति इति कृत्वा तत्र षकारस्य स्थाने चकारादेशः. यच् श्रेयः इति एकरूपम् अथवा यच् श्रेयः इति अपि वैकल्पिकरूपम्. हा, बहु सुन्दररीत्या भवती उक्तवती. अस्तु, बहु समीचीनमस्ति. इदानीम् अयं च क्रमः अन्य केनचिदपि वदति वा अग्रे? तत् शक्यमस्ति, तत् शक्यमस्ति. एतद् अभ्यन्तरे अन्य कोऽपि आगतवान् वा, आगतवती वा? हा, अस्तु. तर्हि इदानीं सरला भगिनी अग्रिमं कर्तुं वक्तुम् इच्छति वा? महोदय, तत् शक्यं पदं भवति. तकारस्य स्थाने प्रथमं झला जश्वन्ते इति सूत्रेण जश्वसन्धि भूत्वा तद् भवति. तदनन्तरं शकारस्य प्रभावेन सोष्णाश्चुः सन्धि भूत्वा सन्धि भवति, तज् भवति दकारस्य स्थाने. इदानीं खरी च सूत्रेण चत्वसन्धि भवति, जकारस्य स्थाने चकार आगच्छति, तच् शक्यं भवति. इदानीं छोटि इति सूत्रेण छत्वं भवति, शकारस्य स्थाने छकार आगच्छति, तत् शक्यं. विकल्पेन तत् छक्यम् इति रूपं भवति. छकारस्य परे रेफ अट् प्रत्याहारे अस्ति तत्र. हा हा, षश्चोति इत्यस्य तत्र निमित्तानि वदति एकवारम्. निमित्तानि अस्ति, चकारजयप्रचारे अस्ति, तदनन्तरं शकार अस्ति, शकारस्य परे अति प्रचार कोऽपि वन अति प्रचारे अस्ति वा छत्वा इति वाच्यं वार्तकेन यदि अम् प्रचारः अस्ति, तद् शकारस्य स्थाने विकल्पेन चकार आगच्छति. हा, बहु समीचीनमस्ति. हा, एतावत् सर्वे अवगच्छन्ति खलु? षष्ठोटि इत्यस्य पदान्तस्य जयः इति कः वर्णः भगिनि? पदान्तस्य जयः चकार. हा, चकारः झय् प्रत्याहारे अस्ति, पदान्ते अस्ति. हा, उत्तरस्य षकारस्य अटिपरे अथवा अमिपरे इति एतत् सर्वमस्ति. हा, स च वर्णः कः आसीत् अत्र? अत्र स च वर्ण अकार रेफ अस्ति तिश्र अस्ति रेफ अस्ति शक्यम् अकार अस्ति अत्र अकार बहु समीचीनमस्ति. अस्तु इतः अग्रे अग्रिमं तर्हि कः वदति राजेन्द्रमहोदय वदति वा अग्रिमम्. आम् प्रयत्नं करोमि. सत् शब्दः सत् सत् तत्र सकारः अस्ति जलां जुष्वन्ते तत्र भूत्वा सद् भवति. तदनन्तरं स्तोश्चुनश्चुः तत्र प्रभा शकारस्य प्रभावेन सज् सज् सज् भवति. तदनन्तरं खरिच तत्र सूत्रेण तत् सच् सच् भवति. अनन्तरं शकारः अस्ति उत्तरवर्ति शकारः अस्ति. तत् अनन्तरं अटि प्रत्याहारे अकारः ह्रस्व अकारः अस्ति. तत् अनन्तरं तत् शकारस्य छकारः भवति. विकल्पेन शकारः एव तिष्ठति. तत्र सच् शब्दः सच् शब्दः समीचीनमस्ति. अन्यतरस्यां सरला भगिनी अन्यतरस्याम् अति अपि अस्ति उक्तवती वा विकल्पेन? अहं विकल्पेन उक्तवती अन्यतर उक्तवती एव. अस्तु बहु सुन्दरमस्ति बहु समीचीनमस्ति. सर्वेषां नैपुण्यं तु अभवत् एव. सर्वे वैयाकरणाः जाताः बहु सुन्दरमस्ति. अग्रे गच्छेम तर्हि अग्रिमं. वा बहु समीचीनमस्ति. अग्रे बालसुब्रह्मण्यं वदतु वदति वा शब्दः इति तत्तु जातमस्ति. त्यागात् शान्ति त्यागात् शान्ति त्यागात् शान्ति इति सो त्यागात् जय्यन्त पदान्तः त्यागात् शान्ति जल् वदतु त्यागात् शान्ति इति शकारः इति तालव्यवर्णशकारः तदपरम् अम् वर्णः अस्ति. तस्मात् शकारस्य स्थाने विकल्पेन छकारः. हा किन्तु तत्र चिन्तनम् अन्यैः यत् कृतमस्ति तदपि करोति वा न क्रमेण? तत्र प्रथमं सूत्रं प्रथमं कार्यं किमस्ति? त्यागात् शान्ति प्रथमः तकारस्य स्थाने पदन्त इति कारणात् दकारः भवति. इति अस्ति जलं इति कारणात्. तद् अनन्तरं खरीच इति कारणात् पुनः दकारस्थाने तकारः भवति. किन्तु खरीच इति अस्मात् प्राक् तत्र यदि सूत्रक्रमं पश्यामः खरीच इत्यस्मात् पूर्वम् एकमस्ति जलां दृशन्ति इति न स्तोश्चु नष्टुः करोतु. स्तोहश्चु नष्टुः त्यागात् तकारस्थाने शकारः भवति शकारस्य प्रभावेन. सो त्यागात् कः वर्णः आगच्छति? शान्ति महोदय. कः वर्णः आगच्छति इति पुनः? त्यागात् शान्ति शकारस्य प्रभावेन तकारस्य स्थाने छकारः भवति. एकनिमेषः, भवान् उक्तवान् खलु जलां जशन्ति इति तकारस्य स्थाने दकारः दकारः जशन्ते इति सूत्रेण तकारस्य स्थाने दकारः. अनन्तरं स्तोश्चु नष्टुः इति दकारस्य स्थाने दकारस्य स्थाने जकारः आयाति. समीचीनं जकारः. अनन्तरं त्यागात् जायते. तदनन्तरं षष्ठोटि तदनन्तरं तस्मात् षष्ठोटि तस्मात् पूर्वम् एकं सूत्रमस्ति. जकारः शकारः जकारः शकारः तत्र जकारः तत्र कस्मिन् प्रत्याहारे झलि अस्ति? चत्वादेशः भवति खलु, सूत्रं किम्? जलां चर् खरि, जलां चर् खरि, खरि छातिनेन चकारः, पुनः चकारः भवति, चकारः जकारस्थाने चकारः, बहु सम्यक् अस्ति. चकारः जै प्रत्ययवर्णः, तदनन्तरं षकारः अम् इति सन्ति, तत्कारणात् चच्छोटि सूत्रेण षकार तालविषकारस्थाने षकारः भवति. तत्र चकारः झै प्रत्याहारे अस्ति, अनन्तरं षकारः, अनन्तरं चकार उत्तरवर्तीयः. कः वर्णः अस्ति तत्र? आकारः अस्ति, अम् प्रत्याहारे अस्ति. हा, समीचीनम्. इति कृत्वा विकल्पेन षकारस्य स्थाने चकारः आयाति. हा, चकारः विकल्पेन. त्यागात् शान्ति अथवा त्यागात् शान्ति. हा, इति अस्ति, बहु समीचीनमस्ति. तत्र विजातीयपदं, विजातीयपदं किमिति पुष्पाभगिनी वदतु. उदासीनात् अस्ति, उदासीनवत् आसीनम्, उदासीनवदासीनं तत्तु पदं विजातीयपदम्. हा हा हा, बहु समीचीनमस्ति. इति वार्ता अस्ति. क्षम्यतां महोदय, उदासीनवत् इति पदं वा? पदमस्ति, अव्ययमस्ति, अव्ययं. वत् इति वत् इति प्रत्ययः अस्ति, इव इति अस्मिन् अर्थे. आसीनम्, उदासीनवत् आसीनम्. हा, इति अस्ति. हा, अस्तु, अग्रे गच्छेम. तर्हि इदानीम् अन्तिम अभ्यासः अस्ति, अन्तिमभ्यासः तत्र अस्तु. सुब्रह्मण्यं महोदय तत्र प्रथमं वदति वा? आं महोदय, अत्र सखीन् तथा अस्ति. अत्र सखीन् योगः तथा, इदानीम् अत्र नश्चव्यप्रशान् इत्यस्य प्रसक्तिः. अत्र नकारः पदान्ते अस्ति, अनन्तरं तकारः अस्ति, तत्तु छव् प्रत्याहारस्य वर्णः, अनन्तरम् अकारः अस्ति. अतः अत्र नश्चव्यप्रशान् इत्यस्य प्रसक्तिः भूत्वा अत्र नकारस्य स्थाने रु आदेशः. अत्र अनुबन्धलोपानन्तरं रु विसर्गः भवति. परन्तु अत्र अन्यकार्यमपि अस्ति, यत्र रु आगतः, अत्र रु प्रकरणमस्ति. अत्र किं भवति इत्युक्ते, यदा रु आगच्छति, तस्मात् पूर्वं यः स्वरः अस्ति, सः स्वरः विकल्पेन अनुनासिकः भवति. यस्मिन् पक्षे अत्र अनुनासिकपूर्वस्य तु वा इत्यनेन, यस्मिन् पक्षे अनुनासिकः न भवति, अत्र अनुनासिकात् परोनुस्वारः इत्यनेन अत्र पूर्वस्वर परः अनुस्वारः आगमः भवति. अतः अत्र सखींस्तथा इति रूपं निष्पन्नं भवति. हा हा, बहु समीचीनमस्ति. हा, तस्य सन्धेः च नामकरणं किं कृतमस्ति? तत्र एकनिमिषः महोदय, तत्र रु कथम् आयाति? रु महोदय वदतु। अत्र रु इति नश्चव्यप्रशान् इत्यनेन अत्र नकारः यदस्ति सखीन् योगः तथा अत्र नकारस्य स्थाने रु आदेशः भवति। नश्चव्य नश्चव्यप्रशान् इति द्रष्टव्यमस्ति तत्र अस्माकं अत्र प्रमुखविषयः कः इति कृत्वा निमित्तानि कानि तत्र येन अस्माकम् अभिज्ञानं भवेत्। अभिज्ञानं नाम सखीन् तथा इति दृष्ट्वा तत्र नकारस्य पदान्तस्य नकारस्य रु अस्तु तर्हि पदान्ते नकारः अस्ति इति एकमस्ति। अनन्तरं छव् प्रत्याहारे कश्चन वर्णः अस्ति, अम् प्रत्याहारे कश्चन वर्णः च परः अस्ति इति अस्माकं विज्ञानं भवेत्। तत्र अत्र सौलभ्यं भवति यत् छव् प्रत्याहारे के के वर्णाः अन्तर्भूताः तत्र कथं जानीमः इति विद्याभगिनी वदति वा? चौ प्रत्याहारे चवर्गस्य च छ, टवर्गस्य ठ ठ, टवर्गस्य थ थ, पवर्ग कवर्ग तत्र न भवति। तावदेव मध्ये स्थितान् वर्गान् प्रथमसदस्य द्वयमस्ति चट ट अपि च महाप्राणः, अत्र किमपि नास्ति। तस्य विज्ञानं भवेत्। तकारः अस्ति, अग्रे तकारः अस्ति, अग्रे चकारः टकारः तकारः वा अस्ति चेत् अथवा तस्य महाप्राण युगलं भवति चेत् युगलसदस्यः भवति चेत् इदं कार्यम् अपि च आम् इति परः अस्ति चेत् आम् मनसि अस्ति खलु, तत्र पूर्वमपि अस्माभिः दृष्टमासीत् चतुसन्धौ आम् इति नाम तत्र अनुनासिकवर्णपर्यन्तम् ऐ ऊन् लृक् ए ओङ् ऐ औच् हयवरट् लण् यमगणनम् अम् तत्र पर्यन्तं। तर्हि अत्र तथा इत्यस्मिन् अकारः अन्तर्भूतः तु अस्ति, सखीन् इत्यस्मिन् नकारः पदान्ते अस्ति, तकारः चटता इत्यस्य अन्यतमः अस्ति इति कृत्वा रु, अनन्तरं केवलं सकारः आगच्छति तदनन्तरम् इति सकारः, तस्मात् पूर्वं च विकल्पेन अनुनासिकः अनुस्वारः वा इति तावत् अस्माकम् अभिज्ञानं। यतोहि अस्मिन् सन्धौ बहूनि कार्याणि सन्ति, किन्तु अभिज्ञानम् अपेक्षितमस्ति यत् अस्य कार्यस्य एतेषां कार्याणां स्थलम् अत्र अस्ति इति अभिज्ञानं भवति चेत् पर्याप्तमस्ति। तथा भवति चेत् वयम् अभिज्ञातुं शक्ष्यामः अग्रे गत्वा इति लक्ष्यमस्ति खलु, अस्माकं व्यवहारे आनेतव्यमस्ति। तर्हि सखीन् तथा इति दृष्ट्वा ओहो एवं सत्त्वसन्धिः अस्य स्थलमस्ति इति अस्तु समीचीनमस्ति, अग्रे गच्छेम। तर्हि अन्य कोऽपि इति लक्ष्मीभगिनी अस्ति वा? अस्मि महोदय, पूर्वं मम दूरवाणी सम्यक् नास्ति, क्षम्यता। अस्तु दूरवाणी सम्यक् जाता अस्ति वा? अस्तु द्वितीयं करोतु कृपया। अत्र इमां स्त्वम् इति पदमस्ति, इमान् योगः त्वम् इति अस्ति, सत्त्वसन्धेः प्रसक्तिः अस्ति इत्युक्ते नश्चव्यप्रशान् इति सूत्रेण अत्र इमान् तत्र त्रीणि निमित्तानि सन्ति, पदान्ते नकारः अस्ति, अनन्तरं द्वितीयपदस्य प्रथमवर्णः तकारः, तत्तु छौ प्रत्याहारस्थवर्णः, इमान् इति पदे नकारात् पूर्वं दीर्घ आकारः अपि अस्ति, अत्र त्रीणि निमित्तानि आवश्यकानि। एकनिमेषः, आं परिचवि इति अस्ति खलु, आं परिचवि आं कुत्र भवेत्? अं कुत्र भवेत्? तत्र अं पदे छवि इति दत्तमस्ति. नाम भवती किम् उक्तवती, न नकारात् पूर्वं यः अकारः अस्ति वा? नकारात् पूर्वम् इमान् इति पदे आकारः अस्ति, दीर्घ आकारः, तत्तु अनुनासिक अनुनासिक भवति अनन्तरं. हा हा, किन्तु निमित्तानि इति एकवारं वदतु. पदान्ते नकारः, पदान्ते नकारः, तकारः छौ प्रत्याहारस्थवर्णः, अनन्तरं तकार अकारः अपि अस्ति, सः अकारः अम् प्रत्याहारस्थवर्णः. न, तकारे तत्र कः वर्णः अस्ति? क्षम्यताम्, अत्र अत्र त्वम् इति पदमस्ति, त्वम् इति पदे तकारात् परः वकारः अस्ति. वकारः अपि अम् प्रत्याहारस्थवर्णः. हा हा, बहु समीचीनमस्ति. हा, बुद्धं खलु. हा, अम् प्रत्याहारस्थवर्णः सम्यक्तया उक्तं भवत्या. तर्हि नकारः, तकारः, वकारः इति एते त्रयः वर्णाः द्रष्टव्याः अस्माभिः, खलु? पदान्ते नकारः, तकारः छव् प्रत्याहारे अस्ति, तकारोत्तरवर्ति यः वकारः स च वकारः अम् प्रत्याहारे अस्ति इति कृत्वा निमित्तानि साधितानि. हा, समीचीनमस्ति. अस्तु, अग्रे किं किम् अस्ति इति स्थूलरूपेण, सर्वं नाम सूत्राणि नापेक्षितानि, किं किम् अस्ति इति. नश्चापि प्रशान् इति सूत्रेण अत्र नकारस्य स्थाने रु आदेशः भवति, अनन्तरं अन्तिमतया तत्र विकल्पेन अनुनाशिकादेशः, अनुस्वारागमः अपि भवति. तदर्थम् इमौ अथवा इमौ तथा रूपद्वयं सम्भवति. अनन्तरं तत् अन्तिमतया सकारादेशः भवति. इमौ अथवा इमौ योगः सकारः योगः त्वम् इति आगच्छति. सकारतकारयोः वर्णमेलनम् एव केवलं भवति. तदर्थम् इमांस्त्वम् इमांस्त्वं रूपद्वयं सम्भवति. समीचीनमस्ति. अत्र च सकारः दन्त्यः अस्ति, तकारः दन्त्यः अस्ति इति कृत्वा तत्र केवलं वर्णमेलनं यथा भवत्या उक्तं. नो चेत् अग्रे गत्वा अस्माभिः चिन्तनीयमस्ति, स्टुत्वं भवति वा अष्टुत्वं भवति वा इति. हा, अस्तु. हा, बहु सम्यक् अस्ति. तर्हि अग्रे गच्छेम. अत्र अन्य कोऽपि वदति वा? तत्र किं रत्ना भगिनी प्रयत्नं कर्तुम् इच्छति वा? एतत् न महोदय, विसर्गसन्धि आरम्भं करोमि. अस्तु अस्तु अस्तु, नास्ति चिन्ता. तर्हि इतः अग्रे अन्य कोऽपि अस्ति यः न उक्तवान् तावता वक्तुमिच्छति? अस्तु, राजेन्द्रमहोदय वदतु कृपया. सुमित्राभगिनी वक्तुमिच्छति वा? अस्तु अस्तु, नास्ति, राजेन्द्रमहोदय वदतु. आम् महोदय, प्रज्ञावादान् वादाञ्च अत्र अपि नश्चवि प्रशान् सूत्र सत्त्वसन्धिः प्रसक्तिः अस्ति. अत्र निमित्तानि तत्र सन्ति, नकारात् पदम् अस्ति, तत् अनन्तरं छ प्रत्याहारे तत् चकारः अस्ति, चकार उत्तरवर्ति अकारः न अम् प्रत्याहारे अस्ति, तत् त्रीणि निमित्तानि तत् साधितः सन्ति, तत् कारणात् तत् नश्च प्रदान तत् नकारस्य स्थाने रु आदेशः भवति. तत् अन्ततो गत्वा तत् अनुनासिक अनुस्वरः अपि वैकल्पिकेन आगच्छति, यत् नकारात् पूर्वं यः स्वरः आसीत् अकारः क्षम्यतां महोदय, आकारः आसीत् तत् अनुनासिक अथवा अनुस्वर आदेशः भवति, तत् अन्ततो गत्वा रेफस्य स्थाने तत्र सकार आदेशः भवति, तथा परन्तु तत्र सकारः उत्तरवर्ती चकारः अस्ति, तत् कारणात् श्रुत्व सन्धिः भवति, सकारस्य स्थाने चकारस्य प्रभावेन तत् तालवी शकारः आगच्छति, तत् प्रथमाश्च भवति। हा बहु सुन्दरमस्ति। ये नूतनाः अथवा येषां कृते अत्र काठिन्यमस्ति, सुमित्रा भगिनी यथा पश्यतु अत्र किमपि नास्ति, केवलं त्रीणि वर्णानि द्रष्टव्यानि सन्ति। हा अत्र पदान्ते नकारः अस्ति, प्रज्ञावादान् इति नकारः अस्ति, ततः अग्रे चटता इति येषु त्रिषु वर्णेषु अन्यतमः अस्ति चकारः। तत्र नाम तत्र पञ्चवर्गीयव्यञ्जनानां तत्र पञ्चवर्गाः सन्ति, तेषु द्वितीयः तृतीयः चतुर्थः वर्गाः अन्तर्भूताः। तत्र किं न आगच्छति, तत्र कवर्गः अपि च पवर्गः, प्रथमः अपि च अन्तिमः वर्गः इति च प्रत्याहारे। तत्र त्रिषु वर्गेषु प्रथमसदस्यद्वयमस्ति, छ तथा इति तत्र चकारः अस्ति। अनन्तरम् अं प्रत्याहारे वयम् इदानीम् उक्तम् अं मकारपर्यन्तं तत्र माहेश्वरसूत्रेषु तत्र म इति पर्यन्तं, म इति इत्संज्ञकवर्णपर्यन्तम् अस्ति, अ इत्यस्मात् आरभ्य म पर्यन्तम् इति यावत्। तर्हि अनेन अत्र किं भवति, नकारस्य स्थाने सकारः, नकारात् पूर्वं यः वर्णः सः अनुनासिकः अथवा अनुस्वारागमः भवति, सकारस्य पुनः स्टुत्वं वा सम्भवति चेत् तत् कर्तव्यमस्ति, नाम चकारस्य प्रभावेन इदानीं सकारस्य स्थाने तादृशकारः। तावत् अवगच्छति चेत् अस्माकं कार्यं साधितमस्ति, किमपि नास्ति, नकारः अस्ति, अग्रे चकारः अस्ति, ततः अग्रे अकारः अस्ति, एतान् वर्णान् दृष्ट्वा अभिज्ञायते अस्माभिः यत् अस्तु अत्र कार्यं सम्भवति, संहितायां विषये भवति एव। अस्तु इतः अग्रे गच्छेम तर्हि, सरला भगिनी कृपया। विकाराश्च विकारान् योगच्च इति भवति, अत्रापि सत्त्वसन्धिः अस्ति, नच्छव्यप्रशान् इति सूत्रेण नकारः अस्ति, नकारस्य परे चकारः अस्ति, चकारस्य परे अकारः अस्ति अं प्रत्याहारे इति कारणे चकारस्य प्रभावेन तालवीय शकारः आगच्छति नकारस्य स्थाने, पूर्वस्वरं नकारस्य पूर्वस्वरम् आकार अनुनासिक भवति वा अनुस्वर भवति इति कारण विकाराश्च अथवा विकाराश्च इति द्वे पदे निष्पन्नं भवति। हा सुन्दरमस्ति। अस्तु इदानीम् इतः अग्रे तस्मान्न इति अस्ति। अस्तु अत्र कः वदति, अत्र किमिति विद्याभगिनी वदति वा? तस्मात् न, अत्र तस्मात् पदमस्ति, पदान्ते तकारः अनन्तरं नकारः, प्रथमं जलां जशन्ते इत्यनेन तस्मात् इति भवति, अनन्तरं तत्र यरोनुनासिके अनुनासिको वा इति सूत्रेण अत्र पदान्ते दकारः यर् प्रत्याहारे अस्ति इति कृत्वा तत्र तवर्गस्य पञ्चमवर्णः नकारः आगच्छति तस्मान्न इति भवति, अत्र विकल्पेन भवति तस्मान्न इति एकरूपम् अथवा तस्माद् न। हा हा हा सुन्दरमस्ति, बहु समीचीनमस्ति। तर्हि अत्र पद्मा भगिनी वदति वा तत्र विजातीयपदं किम्? भगिनि अस्ति तथा अत्र न महोदय तस्मान्न तस्मान्न किमर्थम् अत्र अत्र अनुस्वारसन्धि अस्ति पूर्वत अनुस्वारसन्धि इति न अनुनासिक सत्सन्धि अस्ति अपरेषु स्थलेषु सर्वत्र सत्त्वसन्धिः अस्ति अत्र च अनुनासिकसन्धिः अस्ति इति भिन्नकार्यमस्ति इति कृत्वा द्विजातीयपदमस्ति अस्तु बहु सुन्दरमस्ति सर्वेषां नैपुण्यं जातमस्ति इति दृष्ट्वा इत्यस्य दर्शनेन महान् प्रमोदः तर्हि अस्य अध्यायस्य आरम्भे कथा अस्ति तां कथाम् इति एकवारं पठेम अनन्तरं विसर्गसन्धिः इति आरभ्यते अस्य आरम्भे कथा आसीत् अपि च कस्मिन् पुटे तत्र सप्तविंशतितमे पुटे अस्ति अत्र च आरम्भे कानिचन नाम एतत् इदानीं वयं सर्वं जानीमः अतः आनन्देन एतत् सर्वं कर्तुं शक्नुमः खलु अत्र कानिचन पदानि सन्ति आरम्भे तान् एकवारं वदामः लक्ष्मीभगिनी प्रथमं वदतु कृपया एतानि गीतवाक्यानि तद्वा अथवा तत्रैव एतानि गीतवाक्यानि सावधानं परिशीलयत कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं साधि मां त्वां प्रपन्नं अस्तु अत्र तत्र द्वितीयवाक्ये तत्र सन्धिग्रस्तपदानि सन्ति तत्र प्रथमं किं यच्छ्रेयः अत्र महोदय पूर्णतया करोमि वा अथवा के सन्धयः सन्ति अत्र यत् योगः श्रेयः इति अस्ति अत्र प्रथमं जस्त्वं भवति अनन्तरं स्तुत्वं भवति अनन्तरं चर्त्वम् अन्ततो गत्वा सश्चोटि इति छत्वसन्धिः भवति तदर्थं रूपद्वयं सम्भवति यच्छ्रेयः एकं रूपं यच् श्रेयः द्वितीयं रूपमपि आगच्छति बहु सुन्दरमस्ति अस्तु द्वितीयं पदं कुत्र पठामः महोदय कुत्र पृष्टं सप्तविंशतितमे पुटे सप्तविंशति अस्तु महोदय ऐनस्तायिन उवाच तत्र मा कुत्र अस्ति सप्त तृतीयपाठः भगिनि ओ अस्तु भगिनि अपकारणापि उपकार अस्तु व्यञ्जनसन्धिः व्यञ्जनसन्धिः आरम्भः अस्तु अस्तु अस्तु महोदय क्षमता अस्तु समीचीनमस्ति अग्रे तर्हि किमिति सरला भगिनी स्यान्निश्चितं स्यात् योगनिश्चितम् अत्र तकारस्य परे नकारः अस्ति नकारः अनुनासिकः अस्ति तस्य प्रभावेन तस्य पूर्वं तकार जय यक् प्रत्याहारे अस्ति तस्य अनुनासिक वर्णनकारः आगच्छति स्यान् निश्चितं सूत्रमस्ति यरो अनुनासिके वा तत्र विकल्पेन जश्वसन्धि भवति झलो जशान्ति इति कारणेन स्यात् निश्चितं विकल्पेन अत्र द्वितीयरूपं भवति हा हा हा हा समीचीनमस्ति वस्तुतः झलां जशान्ति तु भवति एव आरम्भे पदान्ते अस्ति इति कृत्वा नित्यं स्यात् नाम तत्र यदि वयं वदामः यत् संहितायां विषयः अस्ति सामीप्यमस्ति इति चेत् तत्र नित्यमस्ति जष्टु सन्धिः दकारस्थाने दकारः अनन्तरं विकल्पेन नकारस्य प्रभावेन यरोणो नासिके न नासिक वा इति सूत्रेण तत्र भवति अस्तु समीचीनमस्ति अत्र अत्र प्रमुखमस्ति किं सर्वेषां कृते सर्वेषां प्रमुखमस्ति किम् अपि ज्ञानं स्यात् योगः निश्चितम् इति दृष्ट्वा के सन्धयः सम्भवन्ति इति अस्माकं न्यूनातिन्यूनं लक्ष्यमस्ति सर्वे कुर्युः अनन्तरं सूत्राणि जानन्ति चेत् बहु समीचीनमस्ति यतोहि अनेन अस्माकं स्मरणं सुलभमस्ति स्मरणं सुलभमस्ति एकं यन्त्रमस्ति यरो नुनासिके नुनासिको वा इति एकं यन्त्रमस्ति मनसि तिष्ठति चेत् सुलभतया यर् प्रत्याहारः अनुनासिके परे अस्ति अनेन अनुनासिक आदेशः वा भवति विकल्पेन भवति इति कृत्वा पाणिनीयसूत्राणां सौलभ्यमस्ति एक आरम्भे तु कठिन्यं दृश्यते दृश्येत किन्तु वस्तुतः अन्ततो गत्वा तथा नास्ति खलु अत्र सौलभ्यमस्ति इदानीं सर्वेषाम् अनुभवः जातः अस्ति यर् प्रत्याहारे के वर्णाः वयं जानीमः अत्र अनुनासिकवर्णः परः अस्ति इति कृत्वा अत्र सौलभ्यमस्ति अवश्यम् अस्तु इतः अग्रे अग्रिमं पदमस्ति तन्मे तन्मे इति इत्यस्मिन् कः वदति तत्र पुष्पाभगिनी वदन्ति वा प्रयत्नं करोमि महोदय तत् योगः मे तत्तु जस्वसन्धि अस्ति तद् योगः मे तकारस्थाने दकारः आयाति अत्र मकारः अस्ति इत्यनेन तकारस्य परे मकारः अनुनासिकः अस्ति तथैव तकारस्थाने नकारः आयाति तन्मे यरोनुनासिक यर् प्रत्याहारे ज्ञातव्यः अस्ति यर्वरट् इत्यस्य य इत्यस्मात् आरभ्य नाम हकारं विहाय यतोहि र पर्यन्तं शश सर् इति र पर्यन्तं तर्हि वर्गीयव्यञ्जनानि सर्वाणि अपि च हकारं शशस हकारं विहाय सर्वे तन्मे यर् इति अस्ति तर्हि अत्र दकारः अस्ति अस्माकं पुरतः दकार तद् मे इति अस्ति अच्छा म इति अनुनासिकवर्णाः के अनुनासिकवर्णाः इति समीचीनमस्ति अस्तु तर्हि अग्रे गच्छेम इदानीं महोदय महोदय एकः प्रश्नः पूर्वस्मिन् वाक्ये अत्र धर्मसम्मूढचेताः अस्ति अत्र सम्मूढः अपि सन्धिः अस्ति किल महोदय अत्र विच्छेदं सन् योगः मूढः भवति वा अत्र हा धर्मसन् इति अस्ति हा वदतु तर्हि अत्र चिन्तयामि अत्र सम्मूढः इति सन् योगः मूढः अस्ति वा इति मम तर्हि अत्र नकारः अत्र मकारः भवति यरोनुनासिके अनुनासिको वा इत्यनेन अत्र पुनः अत्र अनुनासिकसन्धिः तत्र सम् इति उपसर्गः अस्ति वा महोदय? तत्र भवान् वक्तुमिच्छति यत् मूलशब्दः अस्ति सन् इति चिन्तयामि अहं, समीचीनं वा? तर्हि नकारस्य मकारः कथं जातम्? अत्र नकारस्य मकारः संयोगः मूढः, अत्र नकारः इदानीम् अनुनासिकवर्णः अस्ति, अतः अत्र अनुनासिकसन्धिः एव चिन्तयामि महोदय. अत्र नकारः अस्ति चेत् न चिन्ता, क्षम्यतां महोदय, नकारस्य स्थाने अत्र मम भाति नास्ति यत् अत्र मूलवर्णः नकारः इति न भाति मम. यतोहि यदि नकारः स्यात् तस्य नकारस्य स्थाने मकारः तत्र कारणं नास्ति, नकारः एव तिष्ठेत्. अतः अत्र द्रष्टव्यमस्ति, नाम तकारः आसीत् अथवा किम् आसीत् इति न जाने, धर्म द्रष्टव्यमस्ति. अर्थः नकारः अस्ति चेत् समीचीनं भवति इति मम चिन्तनमस्ति, परन्तु सम्यक्तया न जाने. गीता पश्यतु अनन्तरं स्पष्टं भविष्यति, किन्तु नकारः प्रायः न स्यात्. अग्रे गच्छेम तावता. तत्र सम् इति उपसर्गः अस्ति वा महोदय? इति उपसर्गः भवितुमर्हति, तत् द्रष्टव्यमस्ति, नाम कः शब्दः कः इति द्रष्टव्यः. मकारः उपसर्गः अस्ति चेत् तदपि तर्कयुक्तं भाति इति मम. तत्र मोनुस्वरः इत्यनेन अनुस्वरः भवति अथवा वा पदान्तस्य इत्यनेन पुनः मकारः आगच्छति, उपसर्गः स्यात्, उपसर्ग एव स्यात्. समीचीनमस्ति, अस्तु अग्रे गच्छेम तर्हि. अत्र राजेन्द्रमहोदय अग्रे कृपया. आम् महोदय, अत्र अनन्तरं यः आश्चर्य अग्रिमम् अग्रिमपदं किं? आमां, क्षम्यतां महोदय, यावद् एतान् निरीक्षेहम् अत्र यावत् अस्ति पूर्वं तत्र जलां दृश्यन्ते तत् यावद् भवति, अनन्तरं एतान् अनन्तरं पदम् आसीत् एतान् निरीक्षेहं तत्र यरो अनुनासिके अनुनासिको वा तत् नकारः तत्र नकारः आगच्छति तथा यावदेतान् निरीक्षेहम्. न एतान् इति अस्ति, एतान् इति तत्र किमपि नास्ति, एतान् इति वदति वा, एतान् निरीक्षेहम्, तत्र एतान् इति केवलं वर्णसंयोजनमस्ति खलु, क्षम्यताम्. अस्तु समीचीनमस्ति, अतः अग्रे सरेम तर्हि. तर्हि सुमित्राभगिनी अग्रे वदति, वक्तुमिच्छति वा? अत्र सरलमस्ति. अस्तु तर्हि लक्ष्मीभगिनी कृपया. आश्चर्यवच्चैनमन्यः शृणोति, अत्र आश्चर्यवत् योगः, आश्चर्यवत् योगः च आश्चर्यवच्च इति भवति अत्र. अत्र आश्चर्यवत् इति पदमस्ति, तदर्थं तकारस्य स्थाने दकारादेशं कृत्वा आश्चर्यवत् भवति, जस्त्वं भवति प्रथमतया, अनन्तरं चकारस्य प्रभावेण स्तुत्वं भूत्वा आश्चर्यवज् इति भवति, अनन्तरं चकारः खर्वर्णः, तदर्थं खरिच इति सूत्रेण चर्त्वं भूत्वा आश्चर्यवच् चकारादेशः, प्रथमसदस्यादेशः अभवत्, तदर्थम् आश्चर्यवच् योगः च अन्तिमतया वर्णमेलनं भूत्वा आश्चर्यवच्च इति आगच्छति. इत्युक्ते जस्त्वं स्युत्वं चर्त्वं भवति. सुन्दरमस्ति, बहु समीचीनमस्ति. अग्रे सरेम तर्हि, अत्र इतः अग्रे सरेम तर्हि सुब्रह्मण्यमहोदय, कृपया अग्रे. आं महोदय, अत्र अहं पदकोशे दृष्टवान् महोदय, अत्र संयोगः मूढः एव अस्ति महोदय. हा इति समीचीनम्. अत्र किञ्चित् भिन्नदृष्टे चिन्तितवान् अहम्. अस्तु महोदय, इदानीम् अत्र धर्म्याद्धि युद्धाच्छ्रेयः अस्ति. अत्र धर्म्यात् योगः हि अस्ति. अत्र इदानीम् अत्र हकारः अस्ति, धर्म्यात् पदमस्ति, तदनन्तरं हकारः अस्ति. अतः झयोः अन्यतरस्याम् इत्यनेन अत्र हकारस्य स्थाने अत्र प्रथमं तु झलां जशोन्ते, तकारः धकारः भवति. किमर्थं चेत् अत्र तकारः पदान्ते अस्ति. अनन्तरं धर्म्याद् योगः हि, अत्र हकारः अस्ति, धकारः झै प्रत्याहारस्य वर्णः, हकारः अन्ते अनन्तरमस्ति. अतः हकारस्य स्थाने अत्र धकारः आगच्छति, चतुर्थवर्णः धकारस्य तद्वर्गीय तुल्यतमवर्णः हकारेण सह. अतः धकारः महाप्राणः आगच्छति धर्म्याद्धि. एतत्तु अन्यतरस्याम् अपि अस्ति, अतः विकल्पेन भवति. तदर्थम् अत्र धर्म्याद्धि धर्म्याद्धि रूपद्वयम्. हा इति अस्ति, बहु समीचीनमस्ति. अनन्तरम् अत्र महोदय होडः कार्यं करोति न? होडः अति नास्ति. होडः इति जलिपदान्ते होडः. होडः इति अत्र कथं स्यात्? नाम तत्र हकारः पदान्ते अस्ति चेत् अत्र हकारः द्वितीयवर्णः अस्ति, न तु प्रथमः. पश्यति खलु, होडः इति जलिपदान्ते. अस्तु, भवती एव वदतु अत्र युद्धाच्छ्रयः इति अस्मिन् किमस्ति? पुष्पभगिनी वदतु. हरि ओम्. अस्तु, क्षम्यतां महोदय, म्यूट् अस्मि. युद्धात् श्रेयः तक् अत्र जलाञ्जशोन्ते इत्यनेन तकारस्याने दकारः आयाति. अत्र खरीच इत्यन सूत्रेण शकारः अस्ति. तत्र क्रमेण वक्तव्यमस्ति, प्रथमतया जष्ट्वम् इति कृत्वा तकारस्याने दकारः, अनन्तरं स्थित्वं चत्वं तु चकारः अस्ति. अत्र षकारः अस्ति, तथैव तकार परे षकारः अस्ति. तत्कारणात् चकारः आयाति. न, एकनिमिष, जष्ट्वं प्रथममस्ति, तकारस्य दकारः, अनन्तरं स्थित्वं करोतु. दकारस्य परे षकारः अस्ति न? तत्कारणात् चकारः आयाति, दकारस्थाने चकारः आयाति. जकारः, जकारः, जकारः आयाति, जकारः, जकारः आयाति. तत् अत्र खरीचा करोतु. खरीचा, खरीचा तु अत्र अत्र किं वर्णः अत्र हा जकारस्य स्थाने खरिचा करोतु जकारस्य इत्यनेन चकारः आयाति चकारस्थाने चकारः आयाति अस्तु चकारः अत्र षष्ठोति इत्यनेन षकारस्य स्थाने चकारः आयाति अत्र ऋकारः अस्ति तत् अम्प्रत्याहारः अस्ति इत्यनेन अत्र झै अत्र पदान्ते झै अस्ति तत्र चकारः झै प्रत्याहारे अस्ति तथैव तत्तु महाप्राणचकारः आयाति हा शकारस्थाने छकारः विकल्पेन भवति अन्यतरस्याम् अस्तु बहु समीचीनमस्ति अग्रे तर्हि अग्रे क्रोधात् भवति क्रोधात् इति अस्ति अन्यति अस्तु बालसुब्रह्मण्यं वदति वा महोदय क्रोधात् भवति क्रोधात् भवति अत्र क्रोधात् इति पदान्तः तस्मात् तकारस्य स्थाने धकारः आदेशः क्रोधाद् योग भवति क्रोधाद् भवति हा हा हा समीचीनमस्ति क्रोधाद् भवति हा अनन्तरम् अन्तिमम् अस्ति अन्तिममस्ति राजेन्द्रमहोदय अग्रे हा महोदय सम्यक् सम्यक् उभयोर्विन्दते सम्यक् उभयोर्विन्दते विन्दते तत्र सम्यक् अस्ति अस्ति तत्र क्षम्यतां महोदय तत्र जस्त्वं भूत्वा तत् गकारः आगच्छति तत्र तृतीयवर्णः जस्त्वं भवति तत् जस् प्रत्याहारे यत् वर्णः आगच्छति ककारः वर्गे कवर्गे वर्णः आगच्छति सम्यक् उभयोर् तत् अनन्तरं तु वर्णमेलम् एव भवति सम्यक् उभयोर्विन्दते हा ककारस्थाने गकारः इति कृत्वा हा जष्ट्वम् अस्तु समीचीनमस्ति इदानीं कथां पठेम अनेन अस्माकं पाठः समाप्तः अस्ति तर्हि इदानीं राजीभगिनी पठितुमिच्छति वा अग्रे अत्र तु पठितुं शक्नोति राजीभगिनी अस्तु सुमित्राभगिनी पठतु कृपया कथा अस्ति खलु हरि ओम् महोदय श्रूयते वा हा श्रूयते अस्तु पठामि कथां पठामि कथां सावधानं पठत दण्डकारण्ये कश्चन व्याधः वसति स्म सः प्रतिदिनं तस्मिन् एव अरण्ये मृगायां करोति स्म मृगाणां मांसं चर्म च विक्रीय जीवनं करोति स्म हा अस्तु अस्तु बहु समीचीनमस्ति अत्र अस्माकं कार्यद्वयमस्ति प्रथमतया कथा अवगन्तव्या अनन्तरं सन्धिः द्रष्टव्यः तर्हि भवती वदतु प्रथमतया अर्थः अत्र किं जातमस्ति दण्डकारण्यः इति एकः आरण्यः तत्र एकः व्याधः वसति अवसत् प्रतिदिनम् अरण्ये मृगां मृगं जीवनं विक्रीय कृत्वा मांसं खादत्. अत्र मृगया मृगया इत्युक्ते किम्? मृगया इति पदमस्ति, न जानामि. मृगया अस्ति चेत् तत्र का विभक्तिः अस्ति? द्वितीयविभक्तिः. हा, द्वितीयविभक्तिः अस्ति, मृगयाम् इति अस्ति. तत्र लता लतां करोति स्म. हा, तत्र मृगयां करोति. अत्र सरला भगिनी वदति वा अस्य अर्थः कः? मृगान् अस्माकं तत्र अनुवादस्य नितराम् आवश्यकता नास्ति. अनेन करोति चेत् अस्माकम् अभ्यासः न भवति, अस्माकं हानिः एव भवति. अत्र कथायाः पठनस्य कः लाभः? अत्र अर्थं वक्तव्यमस्ति, अर्थः वक्तव्यः अस्ति. इत्युक्ते स्वस्यैः शब्दैः तत्र प्रतिपादनमस्ति, स्पष्टीकरणं भवति. अस्य एव तत्र अवसरः. तर्हि अत्र मृगया इत्युक्ते किम्? मृगया ते इत्युक्ते मृगान् हन्त्वा तस्य मृगाणां हन्त्यम् इति मृगया, हननं इति मृगया. हा हा हा, अस्तु, समीचीनमस्ति, बहु समीचीनमस्ति. तत्र पशवः सन्ति, तत्र एवं तत्र मारणं कृत्वा मारणं यस्य कारणमस्ति सः व्याधः अस्ति खलु. तत्र सुमित्रा भगिनी, व्याधः इति तस्य कारणं तादृशमस्ति, मृगयां करोति सः. अस्तु, स्पष्टं स्यात्. विक्रीय सुमित्रा भगिनी वदतु, तत्र विक्रीय जीवनं करोति स्म, विक्रीय इत्युक्ते? जानाति खलु, किमिति हार्मिङ्ग् दि एनिमल्स्? कथा कथा मृगाणां मांसं चर्म च विक्रीय जीवनं करोति स्म. अस्तु, बालसुब्रह्मण्यं वदतु, तत्र वदतु, विक्रीय इत्युक्ते? विक्रीय इति जीवनार्थं विपणि तत्र गत्वा धनं स्वीकरार्थं व्यापारं कृतवान्. हा, समीचीनमस्ति. क्रयणं विक्रयणं, क्रयणं ल्यूट्, क्रयणं विक्रयणम् इति अस्ति. हा, विक्रीय इति ल्यप् अस्ति, क्रीत्वा विक्रीय. अत्र महोदय मृगयाम् अर्थम् अन्वेषणं न, अन्वेषणम् अपि अन्तर्भूतमस्ति. अन्वेषणं तु कर्तव्यमेव, पूर्णतया या क्रिया अस्ति, अन्वेष्य तत्र अन्वेषय्य तत्र मारणमिति. अस्तु, समीचीनमस्ति. तर्हि अत्र कश्चन इति कीदृश बालसुब्रह्मण्यं वदतु, तत्र वदतु, कश्चन तत्र कीदृशसन्धिः अस्ति? विसर्गसन्धिः इति अग्रे गत्वा करिष्यामः. तस्मिन्नेव इति कीदृशसन्धिः? तस्मिन् किमिति? तस्मिन् सन्धेः नामकरणं किमिति अन्य कोऽपि वदतु, तत्र सरला भगिनी वदतु. ङमूडागमसन्धिः ङमूडागमसन्धिः तत्र ह्रस्वात् स्वरात् परः यः ङम् तदन्तात् पदात् उत्तरस्य अचः ङमूट् आगमो भवति इति अस्ति. तर्हि अत्र निमित्तानि तत्र तस्मिन् तत्र इकारः ह्रस्ववर्णः अस्ति, अत्र नकारः ङं प्रत्याहारे अस्ति. अनन्तरम् अच् इति एकारः अस्ति इति निमित्तानि सन्ति. अस्तु, अग्रे गच्छेम. तर्हि तावत् अस्माभिः तावत् अपि ज्ञानं प्रेषितमस्ति. अग्रे तर्हि विद्याभगिनी अग्रे. एकदा अरण्यं गतः व्याधः तत्र मार्गप्रष्टः अभवत्. अत्यन्तम् अन्विषयन् अपि सः मार्गं न ज्ञातवान्. इतस्ततः अटनेन एव सायङ्कालः जातः. तदा अकस्मात् कुतश्चित् आगतः कश्चन व्याघ्रः व्याधस्य मार्गम् अवरुद्धवान्. भीतः व्याधः तत्रैव समीपे विद्यमानं कञ्चित् वृक्षम् आरूढवान्. वृक्षस्य शाखायां कश्चन भल्लूकः उपविष्टः आसीत्. तं दृष्ट्वा व्याधः कम्पमानः किं कर्तव्यतामूढः सन् तत्रैव शाखायाम् उपविष्टवान्. तदा भल्लूकः व्याधं सान्त्वयन् भोः मित्र, भीतो मा भव, अहं भवतः रक्षणं करोमि इति उक्तवान्. किमस्ति इति अर्थः? एकदा व्याधः अरण्यं यदा गतवान् तत्र सः मार्गप्रष्टः अभवत् इत्युक्ते सः मार्गं सः कुत्र गच्छति इति न जानाति इति कृत्वा सः मार्गम् अन्वेषयति, मार्गस्य अन्वेषणं करोति. अन्वेषयन् अपि सः मार्गं न प्राप्तवान्. अतः सः सर्वत्र भ्रमणं कृत्वा एव कालं व्यतीतवान्. सायङ्कालः अभवत्. अत्र एकं वदामि. अन्विषति, अन्वेषयति, वस्तुतः उचितपदमस्ति अत्र अन्विषति. अत्र अन्वेषयति इति तत्र अणिच् प्रेरणार्थे अणिच् इति यत्र अन्यं कमपि प्रेरणां दत्त्वा यत् भवान् तत्र गत्वा अन्विषतु इति वस्तुस्थितिः अस्ति. वयं बहुवारम् अन्वेषयामः इति वदामः, किन्तु अन्विषामः इति वस्तुस्थितिः अस्ति. अहम् अन्विषामि, भवान् अन्विषतु इति विश् इति धातु अस्ति. इति परिस्थितिः अस्ति, बुद्धं खलु? तत्र अत्र कारणे तत्र प्रेरणार्थे इत्यस्य आवश्यकता नास्ति. अन्वेषयन् इति अनुक्त्वा तत्र अन्विष्यन् अन्विषति. विश् धातु शकार तालव्य भवति वा मूर्धन्य? अत्र अन्वेषयति, अत्र तालव्यशकारः भवति स्म. दृष्ट्वा वदामि. तत्र अग्रे भगिनी वदतु अग्रे. तदा कुत्रचित् एकः व्याघ्रः व्याधस्य मार्गं स्थगितवान्. स व्याधः भयभीतः तत्र पार्श्वे एकं वृक्षम् आसीत्. तत्र वृक्षम् आरुह्य सः तत्र उपविष्टवान्. यदि सः शाखायाम् उपविष्टवान् तत्र भल्लूकः अपि आसीत्. भल्लूकं दृष्ट्वा सः भयभीतः, इदानीं सः किं करोमि इति न जानाति, अतः सः तत्र एव तिष्ठवान्, तत्र एव सः स्थितवान्। तदा भल्लूकः व्याधम् उद्दिश्य वदति, भोः मित्र, भीतः मास्तु, अहं भवतः रक्षणं भवतः रक्षां करोमि इति सः उक्तवान्। अस्तु, समीचीनमस्ति। अत्र विष्धातुद्वयमस्ति, विष्धातुद्वयमस्ति अत्र, किन्तु विष् इति तालविषकारान्तदातुः इति स्यात्, यतोहि तत्र मूर्धन्यषकारान्तदातुः अस्ति तत्र, यथा विष्णु, विष्णु इति तत्र मूर्धन्यषकारान्तदातुः अस्ति, तत्र तस्य अर्थः भिन्नः अस्ति। अत्र आदेशपतेयोः तेन षकारस्य षकारः इति प्रायः स्यात्, अनन्तरम् इतोपि पश्यामि किन्तु तथा इति भाति। अस्तु, इति शत्रुरूपम् अन्विष्यन् अथवा अन्विषन्, अन्विष्यन्नपि शत्रुरूपं किल? हा सत्यं, तत्र शत्रुन्तरूपमस्ति, हा तथा तथा अस्ति, तत्र यकारः अन्विष्यन् यकारः किमर्थम् आगतः? अन्विष्यन् तत्र यकारः, सत्यम् अन्विष्यन् धातु अन्विषति तत्र, किन्तु तत्र इदमपि अस्ति यत् शत्रुप्रत्ययः न, किन्तु तादृशं रूपं नास्ति, अनन्तरं द्रष्टव्यमस्ति, यतोहि भविष्यत्काले अपि भवति, किन्तु अत्र स्यात् तादृशं नास्ति इति भाति, अनन्तरं वदामि। अस्तु, तर्हि अत्र मार्गभ्रष्टः, अत्र कः सन्धिः अस्ति इति पुष्पभगिनी वदतु। अन्विष्यन् अपि मार्गभ्रष्टः तत्र ष्टोः ष्टुनाश्चुः, हा हा ष्टोः ष्टुनाश्चुः इति अस्ति अत्र, अन्विष्यन्नपि इति किमस्ति? अन्विष्यन्नपि समीचीनमस्ति। कुतश्चेत् इति अभिज्ञानम् अस्माकं भवति, लक्ष्मीभगिनी वदतु अग्रे। महोदय, अत्र मार्गभ्रष्योगः तः तत्र स्थुनाष्टुः इत्यनेन स्तुत्वसन्धिः भवति वा? स्थुनाष्टुः इति अस्ति, धन्यवादः। स्थुनाष्टुः स्थुनाष्टुः अस्ति, नास्ति अत्र स्थुनाष्टुः अस्ति, मूर्धन्यः। अस्तु भगिनि, समीचीनम्, अग्रे। कुतश्चित् अत्र सकारस्य स्थाने चकारस्य प्रभावेण शकारादेशो भवति, च्युत्वसन्धिः। हा समीचीनमस्ति, अग्रे। कञ्चित् कं पदमस्ति, प्रथमतया अत्र मोनुस्वारः इति सूत्रेण मकारस्य स्थाने अनुस्वारादेशः भवति, अनन्तरं परसवर्णादेशः भवति, तदर्थम् अनुस्वारस्य स्थाने च्यवर्गस्य अनुनासिकवर्णः ञकारः आदेशः भवति, तदर्थं परसवर्णसन्धिः, कं योगः चित् कञ्चित् इति भवति। हा विकल्पेन च, सामान्यतया तथा लिखामः, किन्तु वेदान्ते अस्ति इति कृत्वा विकल्पेन अस्ति, नो चेत् केवलं मनुस्वारः इति कृत्वा अनुस्वारः भवतु महत् दोषाय नास्ति, किन्तु साधारणतया सम्पूर्णरीत्या कुर्मः। अस्तु, ततः अग्रे, ततः अग्रे सरलाभगिनी वदतु अग्रिमं तत्र व्याधः तत्र किं कर्तव्य तामूढः किं इदानीं सः कर्तुम् अस्ति परसवनसन्ति किं कर्तव्यं मूढः सा तदपि उक्तवती इति वा आम् लक्ष्मी न उक्तवती भवती वदतु एकवारं किमस्ति किं कर्तव्यता मूढः किं मकारस्य प्रथमम् अनुस्वारः भवति किं तदनन्तरं वा पदान्तस्य सूत्रेण तस्य पदान्तस्य परे ककारः अस्ति तस्य अनुस्वारस्य स्थाने परसवर्ण ककारस्य अनुनासिक पदं नकारः आगच्छति तत् किं कर्तव्यता मूढ इति भवति विकल्पेन अनुस्वर किं कर्तव्यता मूढ इति भवति हा सुन्दरम् अस्तु अग्रे रत्ना भगिनी अग्रे पठति वा आं महोदय व्याधः भल्लूकः यत्र उपविष्टवान् आसीत् तच्छाखायाम् एव उपविष्टवान् तदा भल्लूकः इदानीं भवान् निश्चिन्ततया निद्रां करोतु अहं रक्षणं करोमि यामे व्यतीते अहं निद्रां करोमि भवान् रक्षणं करोतु इत्युक्तवान् ततः व्याधः निद्रां कुर्वन् वर्तत अस्तु कुर्वन्नवर्तत इदानीं तयो भल्लूक व्याधयोः मध्ये चर्चा अभवत् भल्लूकः वदति भवान् एकवारं निद्रां करोतु किञ्चित् समयानन्तरम् अहं यदा भवान् निद्रां करोति अहं भवतः रक्षणं करोमि किञ्चित् समयानन्तरं भवान् उत्तिष्ठतु अहं निद्रां करोमि तदा भवान् मम रक्षणं करोतु इति भल्लूकः योजनां कृतवान् व्याधः तत् स्वीकृत्य निद्रां कृतवान् इति सारांशः इति अस्ति समीचीनं तर्हि अत्र सन्ध्यायाः राजेन्द्रमहोदय वदतु आम् महोदय तत् शाखायां मूलतः तत् शाखायाम् आसीत् तत् जलां दृष्टवन्तः तत्र तकारस्य दकारः भवति तदनन्तरं स्वश्नश्चुः जकारः आगच्छति तज् शाखायां तदनन्तरं खरि च तत् सूत्रेण तत् चकारः आगच्छति जकारस्य स्थाने प्रथमवर्णः तत् तत् शाखायाम् अत्र किम् अस्ति अत्र चकारः अस्ति तत् तत्र छत्र सन्धि भवति तत्र छत्र शकार उत्तरवर्ती आकारः अस्ति तत्पूर्वं तत् चकारः अस्ति तत् कारणात् तत् प्रभावेन शकारस्य विकल्पेन चकारः आगच्छति तत् शाखायाम् अथवा तत् शाखायां निष्पन्नं भवन्ति अस्तु समीचीनमस्ति अत्र अन्विष्यति इति तत्र दिवादिगणे अत्र यकारः किमर्थमागतः इति कृत्वा दिवादिगणे स्यान् अत्र दिवादिगणे अस्ति इति कृत्वा अन्विष्यति अपि अस्ति अन्विष्यति अहं यदा यद्वदामि स्म अन्विष्यति तदपि अस्ति तथा चेत् तत्र अन्विषन् इति शत्रन्तरूपं भवति स्म अन्विषन् किन्तु अत्र अन्विष्यति इति दिवादिगणे अस्ति इति कृत्वा शन् प्रत्ययः शन् विलक्षण तत्र विकरणप्रत्ययः अस्ति अनु तत्र इष् धातुः अस्ति तत्र सम्पूर्णरीत्या भिन्नधातुः एव किन्तु अर्थः समानः अस्तु तच्छाखायाम् अस्तु अग्रे निश्चिन्ततया अत्र कः सन्धिः अस्ति अहं करोमि वा महोदय हा करोतु निश्चिन्ततया. अत्र किम् अस्ति, तत् सकारः, सकारः तदनन्तरं कः सन्धिः अस्ति महोदय? आमां क्षम्यतां महोदय. स्तोष्णा स्युः वस्तुतः निः इति भवति. हा अस्तु, कारस्य प्रभावेन तालवी षकारः आगच्छति. निश्चिन्तत्या भवति. अग्रे कुर्वन् वर्तत. अत्र तु किमिति भगिनी किं वदतु महोदय? अस्तु अस्तु. कुर्वन्न वर्तत. अत्र तु कुर्वन् अवर्तत, तत् नमुड् आगमः सन्धिः अस्ति. तत्र नकारः, नकारस्य आगमः भवति. कुर्वन् वर्तत भवति. हा, सुन्दरमस्ति. अस्तु, अग्रे गच्छेम तर्हि. अधुना पद्मा भगिनी अग्रे पठतु कृपया. हा महोदय. चन्द्रकिरणाः सर्वत्र प्रस्तुताः आसन्. वृक्षस्य अधः व्याघ्रः यादस्य अवतरणं सम्भवयन् आसीत्. सः भल् आसीत्. सः भल्लूकम् अवदत्, भोः मित्र, आवां मृगौ, अयं व्याधस्तु अस्माकं वैरी. भवान् इदानीं तस्य रक्षणं करोति चेदपि श्वः सः भवन्तं मारयेत्, अतः तम् अधः पातयतु इति. रात्रि आगच्छति. चन्द्रकिरणाः सर्वत्र आसन्. व्याधः निश्चिन्तया निद्रां करोति. तत् व्याघ्रः भल्लूकस्य वदति, अवां मृगौ, भल्लूकं व्याघ्रं मृगः अस्ति, सर्वदा व्याधस्तु वैरी अभवत्. इदानीं रक्षणं करोति चेत् एकदा दिनं व्याघ्र भल्लूकं मारणं करोति. इदानीं तं वृक्ष रक्षणं मास्तु. व्याधस्य हननं करोतु इति. समीचीनमस्ति. अस्तु, इतः अग्रे राजी भगिनी पठितुमिच्छति वा अग्रे? आं महोदय. भल्लूकः उक्तवान्, मित्र, यदि शरणम् आगतं मुञ्चामि तर्हि इहलोके अपख्यातिः भवेत्, परलोकेपि दुर्गतिः भवेत्, अतः एनन्न मुञ्चामि इति. कश्चन कालः अतीतः, व्याधः जागरितः. इदानीं भल्लूकः पर्णच्छायायां निद्राम् अकरोत्. तदा व्याघ्रः व्याधं उक्तवान् रे मूढ मत्तभीतः भवान् भल्लूकं शरणं गतवान् किं सः भवतु शत्रुः मम निर्गमनमेव सः प्रतीक्षते तदनन्तरं भवन्तं मारयति अतः जागरणात् पूर्वमेव भवान् तम् अधः पातयतु इति व्याघ्रस्य वचनं श्रुत्वा कृतघ्नः व्याधः निद्रामग्नं भल्लूकम् अधः पातितवान् भल्लूकस्तु पत्तन्नेव जागरितः काञ्चित् शाखाम् अवलम्ब्य पुनः वृक्षम् आरुह्य उपविष्टवान् भल्लूकं दृष्ट्वा व्याधः भयेन कम्पते स्म तदा भल्लूकः उक्तवान् व्याध भयं मास्तु यद्यपि भवान् कृतघ्नः तथापि अहं न मारयामि इति तद्दृष्ट्वा व्याघ्रः उक्तवान् भवान् तस्य रक्षणं कृतवान् चेदपि सः भवन्तमेव मारयितुम् उद्युक्तः तं कृतघ्नम् अतः पातयतु इति तदा भल्लूकः उक्तवान् सखे अपकारिभ्यः विवेकिनः न कुप्येयुः न वा प्रतिविधानम् आचरेयुः अपकारिणामपि उपकारः एव कर्तव्यः इति नीतिः तस्मादहं न मुञ्चामि इति ततः व्याघ्रेण बहुधा प्रार्थितः अपि सः तत् वचनम् अवधीर्य आप्रभातं व्याधं रक्षितवान् अस्तु कथा का कथा का भल्लूकः उक्तवान् सः व्याधः मम शरणम् आगतः अतः अहं न मारयामि यदि अहं मारयामि चेत् परलोके अपि मम गतिः एव नाशं भवति अतः न मुञ्चामि इति भल्लूकः व्याघ्रम् उक्तवान् किञ्चित् कालानन्तरं व्याधः निद्रातः जागरितः तदानीं भल्लूकः निद्राम् अकरोत् शाखायां तदा व्याधः व्याधम् उक्तवान् रे मूढमनुष्य मया भीतिं भूत्वा एव भवान् भल्लूकं शरणं गतवान् किल सः भवतः शत्रुः एव अतः तदा तं भवान् अधः पातयतु इति व्याघ्रस्य कथनं श्रुत्य व्याधः भल्लूकम् अधः पतितवान् इत्युक्ते इत्युक्ते नीतिं न कृतघ्नः कृतज्ञता यस्य मनसि नास्ति कृतज्ञः यः कृतज्ञः नास्ति सः कृतघ्नः कृतघ्नः अस्तु महोदय सः व्याधः भल्लूकम् अधः पातितवान् क्षणमेव भल्लूकं भल्लूकः निद्रातः जागृतवान् शीघ्रमेव भल्लूकः वृक्षम् आरूढवान् तद् भल्लूकं दृष्ट्वा व्याधः भयम् अभवत् तदापि भल्लूकः तं व्याधम् उक्तवान् चिन्ता मास्तु अयम् अहं भवन्तं न मारयामि भवानपि भवान् कृतघ्नः तथापि अहं न मारयामि अपकारिभ्यः विवेकिनः न कुप्येयुः इति वार्ता अस्ति अतः अहं भवन्तं मुञ्चामि इति भल्लूकः उक्तवान् व्याघ्रहु हा हा हा तत्र पादयतु इति हा अस्तु समीचीनमस्ति इति न करोमि शीघ्रमेव भवति उक्तवान् हा अस्तु समीचीनमस्ति अत्र शीघ्रमेव सन्धयः के के इति पश्येम सुब्रह्मण्यं महोदय तत्र वदति आरम्भे अत्र एनं न इति अस्ति महोदय एनं योगः न अत्र एनं मकारस्य मकारः पदान्ते अस्ति अतः मोनुस्वारः इत्यनेन अनुस्वारः एनं योगः न इदानीम् अत्र वा पदान्तस्य इत्यनेन अत्र पदान्ते यः अनुस्वारः अस्ति अत्र अनन्तरं नकारः अस्ति अतः अत्र अनुस्वारस्य स्थाने नकारः आगच्छति अतः एनन्न इति भवति मोनुस्वारः अपि च वापदान्तस्य अनन्तरम् अत्र पर्णच्छायायाम् अस्ति अत्र पर्णयोगः छायायां समासविषयः अस्ति अत्र अत्र छे च इत्यनेन अत्र तुक् आगमः भवति ह्रस्व अकारः अस्ति पर्ण इत्यस्मिन् पदे पदान् अन्ते छकारः अनन्तरमस्ति अतः ह्रस्वस्य तुक् आगमः भवति छकारे परे छे च इत्यनेन अतः अत्र प्रथमं तकारः आगच्छति पर्णत् योगः छायायाम् अनन्तरम् अत्र तकारः चकारः भवति स्तोः स्चुनाश्चुः इत्यनेन स्चुत्वं भूत्वा अतः पर्णच्छायायाम् इति रूपं भवति अनन्तरं तदनन्तरमस्ति अत्र प्रायः समासविषयः अस्ति इति चिन्तयामि महोदय अतः अत्र तद् योगः अनन्तरम् अतः अत्र केवलं वर्णमेलनमेव इति चिन्तयामि अनन्तरं पतन्नेव पतन् योगः तस्य अनन्तरं तस्य अनन्तरं इति अस्ति मूले मूले षष्टि तत्पुरुषस्य समासं कृत्वा प्रातिपदिकरूपेण कर्तव्यमस्ति तत् अनन्तरम् इति कृत्वा हा समीचीनम् अग्रे अनन्तरं पतन्नेव अस्ति अत्र पतन् योगः एव इदानीम् अत्र नकारः पदान्ते पूर्वं ह्रस्व अकारः अनन्तरं अच्वर्णः अतः अत्र ह्रस्व गमो ह्रस्वादजि गमुन् नित्यम् इत्यनेन इति सूत्रं कार्यं करोति गमुडागमसन्धिः अस्ति अत्र अनन्तरं चेदपि चेत् योगः अपि अत्र तु केवलं झलां जशोन्ते इत्यनेन जष्ट्वं भूत्वा दकारः भवति अनन्तरं वर्णमेलनं चेदपि वा अभिनन्दनानि सर्वे तत्र हल्सन्धिः समाप्तः बहु समीचीनमस्ति सर्वेषां नैपुण्यं तु जातमेव बहु प्रभावशाली अस्ति सर्वेषां ज्ञानं सुदृढमस्ति हा इति अस्ति हल्सन्धिः समाप्तः तर्हि अग्रिमे सप्ताहे विसर्गसन्धिः आरभ्यते सिद्धाः भवन्तु अस्तु धन्यवादः सर्वेषां तर्हि धन्यवादः नमस्कारः धन्यवादः महोदय